राज्ञो मोक्षं तथा वीक्ष्य पुराधातापि विस्मितः सत्यलोके तुलां बद्ध्वा तोलयत्साधनान्यजः। धाता तथा अजः नाम द्रुहिणः ब्रह्मा, चतुर्मुख ब्रह्मा। राज्ञः नाम परीक्षितः मोक्षं दृष्ट्वा, धातापि विस्मितः ब्रह्मापि विस्मितः, सत्यलोके ब्रह्मलोके तुलां बद्ध्वा तोलयामास। किं तोलयामास? एकत्र भागवती वार्ता नाम श्रीमद्भागवतकथा, अपरत्र अन्यानि मोक्षसाधनानि। लघुन्यन्यानि जातानि गौरवेण इदं महत्, तथा ऋषिगणाः सर्वे विस्मयं परमं ययुः। एवं तस्य तोलनायाम् अन्यानि सर्वाणि अपि साधनानि लघून्येव जातानि। भागवतकथा गुर्वी एव दृष्टा। एतद् दृष्ट्वा ऋषिगणाः सर्वे विस्मिताः आसन्। मेनिरे भागवद्रूपं शास्त्रं भागवतं कलौ। मेनिरे भगवद्रूपं शास्त्रं भागवतं कलौ, पठनाक्षमणात् सद्यो वैकुण्ठफलदायकम्। कलौ शास्त्रं भागवतं शास्त्रं भगवद्रूपं मेनिरे, पठनात् श्रवणात् सद्यः नाम अस्मिन् एव क्षणे वैकुण्ठफलदायकम् इति मेनिरे ते ऋषयः। इत्येवं विंशतितमः